गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। पृथक्त्वम् इति गुणस्य लक्षणम् अस्माभिः अधीतं। पृथक् व्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति अस्माभिः अधीतं। तत्र प्रश्नः आसीत् इदानीं पृथक्त्वम् अपि च भेदः इति, भेदः इति अन्योन्य अभावः, अभावस्य एकविधः अस्ति अन्योन्य अभावः भेदः इति। भेदः सर्वद्रव्यवृत्तिः अस्ति इति कृत्वा यत्र यत्र पृथक् इति वदामः, पृथक्त्वं स्वीकृत्य कार्यं कुर्मः तत्रापि भेदेनैव कार्यं कर्तुं शक्यते। घटः पठात् पृथक् इत्यत्र इदानीं द्रव्ययोः मध्ये भेदः अस्ति इति कृत्वा पृथक्त्वम् इति गुणम् आधारीकृत्य एतादृशव्यवहारः कृतः। किन्तु रूपं रसात् पृथक् इति वदामश्चेत् यद्यपि तत्र पृथक् इति पदं प्रयुक्तमस्ति तथापि रसः इति गुणः, रूपम् इति गुणः, गुणे गुणः न भवितुम् अर्हति इति कृत्वा तत्र किम् आधारीकृत्य अवगन्तव्यम् इति चेत् भेदम् अन्योन्याभावम् आधारीकृत्य एव अवगन्तव्यम् इति कृत्वा भवतु सर्वत्र भेदेन एव व्यवहारः कुर्मः, व्यवहारं कुर्मः इति नव्यनैयायिकानां मतमस्ति। किन्तु प्राचीनानां मतमस्ति पृथक्त्वम् इति भिन्नपदार्थमस्ति, चतुर्विंशति गुणेषु अन्यतमः अस्ति, भेदः तु अभावरूपीयः, अभावरूपः अस्ति इति कृत्वा तत्र निरूपणं जातं प्राचीनैः पृथक्त्वं भेदः न इति तादृशनिरूपणं जातं। तत्र बहु किमपि अस्माभिः अधीतम्, संयोगः द्विविधः, कर्मजसंयोगः संयोगजसंयोगः इति संयोगस्य विषये किञ्चित् अध्ययनं कृत्वा किमर्थं घटकपालयोः मध्यो इत्युक्ते ययो याभ्यां येभ्यां कपालाभ्यां घटः जातः तादृशकपालः अपि च घटयोः कारणकार्ययोः मध्ये किमर्थं संयोगः न भवितुम् अर्हति इति प्रश्नं कृत्वा युतसिद्धयोः मध्ये एव संयोगः भवति, अयुतसिद्धयोः मध्ये समवायः एव भवति। तर्हि युतसिद्धौ इत्युक्ते कौ? पृथगाश्रयाश्रितौ युतसिद्धौ इति अपि अधीत्य तदनन्तरम् इतोपि प्रश्नः कृतः वर्तते। तत्र अन्ततो गत्वा सर्वेषां कारणम् अस्ति, सर्वेषां कार्याणां कारणमस्ति परमाणवः, अपि च परमाणुषु केवलं तत्र सत्ता इति जातिः अस्ति, द्रव्यत्वम् इति जातिः अस्ति। यदि पृथिवीपरमाणवः इति स्वीकुर्मः तत्र पृथ्वीत्वम् इति जातिः अस्ति, घटत्वं वा पटत्वं वा तादृशजातयः न सन्ति इत्यतः अन्ततो गत्वा यः कोऽपि परमाणं स्वीकृत्य ईश्वर इच्छा अनुसारेण घटं वा पटं वा निर्मातुं शक्यते इत्यतः अन्ततो गत्वा सर्वेषाम् आश्रयः परमाणवः एव। तर्हि पृथगाश्रय आश्रितः इति न वक्तुं शक्यते एव, सर्वत्र समवायः एव भवितुमर्हति न तु संयोगः इति आपत्तिः जातः। तत्र किमुक्तम् अस्ति इति चेत् तत्र परमाणूनां मध्ये यद्यपि घटत्वं पटत्वम् इति तादृशव्यवहारः नास्ति तथापि तत्र परमाणुः स्वयम् अन्यस्मिन् आश्रितं नास्ति, स्वस्मिन्नेव आश्रयं कृतम् इति तादृशचिन्तनमपि जातम्। अस्तु, एतावत्पर्यन्तम् अत्र मूलप्रश्नः यदासीत् पृथक्त्वम् इति अन्यतमगुणस्य आवश्यकता का इत्यस्य उत्तरम् एतावत्पर्यन्तं न लब्धम्। तत्र अष्टादशकरपत्रे बहु किमपि चिन्तितमस्ति एवमेव, किन्तु तस्य उत्तरम् एतावत्पर्यन्तं न प्राप्तम्। तर्हि तत् पठनीयम् अस्ति, तत् प्रथमं पठेम। अत्र इदानीम् अस्माकं नवदशकरपत्रमस्ति खलु, तत् सर्वे कृपया उद्घाटयन्तु, अपि च तस्मिन् उपरिष्टात् तत्र प्रथमं विषयपरिचयः इति शीर्षकमस्ति, उपशीर्षकमस्ति, ततः अधः पृथक्त्वम् इति उपशीर्षकमस्ति। त्रयः पङ्क्तयः, तिस्रः पङ्क्तयः सन्ति तत्र, तदेव अद्य पठेम। अस्तु, मेहुल् महोदय भवान् आरब्धुमिच्छति वा? आम् आम् महोदय, पृथक्त्वं तथा वा? हा सत्यं, पृथक् एका कपालिका इति। हा पृथक्त्वम्, एका कपालिका वामहस्ते स्थापिता, दक्षिणहस्ते कपालः स्थापितः, तदा किम् उच्यते? इयं कपालिका कपालात् पृथक्, अधुना केवलं घटः अस्ति, स च कुत्र कपाले? कपालं विना घटः भवति वा? न भवति। स च कपालः कपालिकायां, कपालिकां विना कपालः भवति वा? न भवति। तर्हि यत्र घटः अस्ति तत्र कपालः अपि अस्ति, कपालिका अपि अस्ति। एतादृशेषु स्थलेषु वक्तुं प्रभवामः वा यत् कपालः घटात् पृथक्, कपालिका कपालात् पृथक्? कुतः? प्रथमदृष्टान्ते द्वितीयदृष्टान्ते च किं वैलक्षण्यम्? अस्तु, अत्र पृथक्त्वम् इत्युक्ते किम् इत्यस्य विवरणाय उदाहरणम् अत्र दत्तं। वामहस्ते यदि कपालिका अस्ति, अपि च दक्षिणहस्ते कपालः अस्ति, तर्हि वयं किं वक्तुं शक्नुमः? कपालिका इति कपालात् पृथक्। अधुना यदि घटः अस्ति चेत् तत् कुत्र अस्ति? तर्हि कपाले अस्ति, कपालं विना घटः नास्ति इति वयं जानीमः। अपि च सः कपालः अपि कपालिकायाम् अस्ति, कपालिकां विना कपालः न भवति। अतः यत्र घटः अस्ति तत्र कपालः अस्ति, अपि च यत्र कपालः अस्ति तत्र कपालिका अपि अस्ति। एतादृशेषु स्थलेषु वक्तुं प्रभवामः वा यत् कपालः घटात् पृथक् अथवा कपालिका कपालात् पृथक्, कथम् एतत् वयं वक्तुं शक्नुमः, एतत् न वक्तुं शक्नुमः? यत्र यत्र घटः अस्ति तत्र कपालः अपि अस्ति, तत्र कपालिका अपि अस्ति, अतः ते त्रयः पृथक् अस्ति इति कथं वक्तुं शक्नुमः? अधुना अत्र तत्र इति वदति खलु, तत्र इत्युक्ते किं, किम् आधारीकृत्य तत्र इति पदं भवता प्रयुज्यते? अहं मन्ये हस्ते, वामहस्ते कपालिका अस्ति, दक्षिणहस्ते कपालः अस्ति, अतः तत्र कपालः घटात् पृथक् अथवा कपालिका कपालात् पृथक् इति कथम् इति अहं मन्ये। न, अत्र वामहस्तः दक्षिणहस्तः इति उक्तम्, वामहस्ते एकः कपालः अस्ति, दक्षिणहस्ते अन्यः कपालः अस्ति। अस्तु, इदानीं वामहस्ते यः कपालः अस्ति सः कपालः दक्षिणहस्ते यः कपालः अस्ति तस्मात् कपालात् पृथक् अस्ति। पृथक्, आम् आम्। किन्तु दक्षिणहस्ते यः कपालः अस्ति तत्रैव कपालः कपालिकायां तिष्ठति खलु? वामहस्ते यः कपालः अस्ति स च कपालः, स च कपालस्य समवायिकारणं किं? कपालिका अस्ति। तर्हि तत्रैव यत्र कपालः अस्ति, यत्र दक्षिणहस्ते कपालः अस्ति, तत्रैव तस्य समवायीकारणं कपालिका अपि अस्ति। तर्हि अत्र यत्र तत्र इति किम् आधारीकृत्य व्यवहारं कुर्मः इत्युक्ते, आकाशम् आधारीकृत्य, आकाशम् इति द्रव्यम् आधारीकृत्य इत्युक्ते यस्मिन् आकाशदेशे, यस्मिन् आकाशदेशे दक्षिणहस्तः अस्ति तस्मिन्नेव आकाशदेशे कपालः अस्ति, तस्मिन्नेव आकाशदेशे पुनः कपालिका अपि अस्ति. तर्हि देशम् आकाशम् आधारीकृत्य इदानीम् अस्माकम् एतादृशवाक्यम् उक्तमस्ति. अस्तु, इदानीं प्रश्नः अस्ति, दक्षिणहस्ते विद्यमानकपालात् वामहस्ते विद्यमानकपालः पृथक्, तत्र किमपि क्लेशः नास्ति. किमर्थम् इत्युक्ते कपालद्वयमपि भिन्नभिन्नदेशे स्तः. किन्तु हा, किन्तु यस्मिन् देशे, यस्मिन् यः कपालः दक्षिणहस्ते अस्ति तस्मिन्नेव देशे कपालिका अपि अस्ति. इदानीं प्रश्नः अस्ति, कपालः अपि च कपालिका अनयोः मध्ये इदानीं कपालः कपालिकायाः पृथक् इति वक्तुं शक्यते वा इति प्रश्नः. अस्तु, एकनिमिषं, तत्र मुरळीमहोदयः पृच्छति. करपत्रमहोदय, विंशतिः करपत्रं, नवदशकरपत्रमस्ति. अस्तु, अग्रे, यत्र केवलं घटः अस्ति स च घटः यद्यपि एकाकी किन्तु कपाले अस्ति एव, तस्यां दशायां घटकपालौ आकाशे भिन्ने देशे न स्तः, येन देशावच्छेदेन घटः अस्ति तस्मिन् देशे एव कपालोऽपि वर्तते, तद्देशे एव कपालिका अपि वर्तते, तस्मात् तत्र पृथक्त्वरूपगुणः नोत्पद्यते. अत्र कपालः घटात् पृथक्, कपालिका कपालात् पृथक् इति वक्तुं न शक्यते, यतोहि कपालः घटः च एकस्मिन्नेव देशे स्तः, पुनः कपालिका कपालः एकस्मिन्नेव देशे स्तः, एकस्मिन् देशे इति कारणतः पृथक् इति व्यवहारः न शक्यः. हा, तदेव अत्र भवान् उक्तवान्, तदेव प्रदत्तम्. एकस्मिन् देशे कपालः अपि घटः अस्ति, कपालः अपि अस्ति, कपालिका अपि अस्ति, अतः एकस्मिन् देशे अस्ति इति कारणतः ते पृथक् इति न वक्तुं शक्नुमः, तत्र व्यवहारः न शक्यः. किन्तु इदानीम् अहं प्रश्नं करोमि, तस्य उत्तरं ददातु. एकस्मिन् देशे कपालः अस्ति, तस्मिन्नेव देशे तस्य कपालस्य समवायीकारणं कपालिका अपि अस्ति. इदानीं मम प्रश्नः अस्ति, कपालः अपि च कपालिका यौ एकस्मिन् देशे वर्तेते तयोः मध्ये भेदः अस्ति वा न वा? भेदः इत्युक्ते अन्योन्याभावः. अन्योन्याभावः अस्ति इति अहं मन्ये. हा, इति किमर्थम् इति किञ्चित् वदतु, तर्हि इतोपि स्पष्टता जायते. भेदः अस्ति इति तु सत्यं, किन्तु तस्य कारणं वदतु. कपालिका इति कपालस्य अपेक्षया भिन्नः, अतः तत्र भेदः अस्ति, अन्यनाभावः अस्ति, परन्तु तर्कः कः इति न वक्तुं शक्नुमः. अन्यः कोऽपि प्रयत्नं करोति वा? कपालः कपालिकातः भिन्नः किमर्थम् इत्युक्ते, यदा कपालिका एव कपालः, तदा कपालस्य अवगमनम् अनुभवः न भवति, भेदः तत्र भवेत् इति अहं चिन्तयामि. अत्र न्यायं पठन्तः सन्तः, अत्र किं सिद्धान्तम् अस्माभिः अधीतं तत् आधारीकृत्य वक्तव्यं, स्वचिन्तनम् अत्र मास्तु. भवान् कृते अन्योन्यभावस्य किमपि किञ्चित् संक्षिप्तरूपेण वक्तुं शक्नोति वा? भवन्तः जानन्ति, तदेव समीचीनचिन्तनमस्ति. इदानीं यः प्रश्नः मेहुल् महोदयेन कृतं तादृशं चिन्तनीयं. तर्हि अभावः अत्र पश्यतु, इदानीं भूतले घट अभावः अस्ति इति अहं वदामि चेत्, इदानीम् अन्योन्य अभावः मया न स्वीकृतः, अत्यन्त अभावः स्वीकृतः, किन्तु भूतले घट अभावः अस्ति इति अहं वदामि चेत् तत्र किम् आधारीकृत्य अहम् अभावः उक्तः, मया अभावः उक्तः घटस्य आधारे? हा, सः अभावः, अत्र पश्यतु अभावः इति अनुयोगी, अनियोगी प्रतियोगिता, तत्र अनियोगी प्रतियोगी इति भावः अस्ति खलु, तर्हि प्रत्येकम् अभावस्य प्रतियोगी भवेत्, प्रतियोगी इत्युक्ते विरोधी इति अर्थः, सत्यं, प्रतियोगी इति पदस्य विरोधी एनिमि इति चिन्तयन्तु सर्वे, अपि च कीदृशविरोधः इत्युक्ते वध्यघातकविरोधः नास्ति किन्तु सः अनवस्थानविरोधः, विरोधस्यापि द्वैविध्यम् अस्माभिः अधीतं खलु, हा, अत्र सः अनवस्थानविरोधी एव प्रतियोगी इत्युक्ते प्रतियोगिनः आनयनेन अभावः अपगच्छति, हा तदेव अन्योन्य अभावः, एकं नास्ति चेत् द्वितीयमपि नास्ति, एकमस्ति चेत् द्वितीयम्, एकमस्ति चेत् द्वितीयं नास्ति, द्वितीयमस्ति चेत् प्रथमं नास्ति इति अन्योन्य अभावः, न तद् नास्ति, अन्योन्य अभावः इत्युक्ते इदानीम् अन्योन्य अभावस्य वाक्यं वदतु, उदाहरणवाक्यं वदतु, न स्मरामि, बालसुब्रह्मण्य महोदय वदतु, घटः पटः नास्ति इति, घटः पटः न, नो चेत् घटः पटात् भिन्नः, वाक्यद्वयमपि समीचीनमेव, अत्र भिन्नः इति पदं प्रयुक्तमस्ति इति कृत्वा उपपदत्वेन पञ्चमी विभक्तिः भवति, नो चेत् एवमेव वक्तुं शक्यते प्रथमाविभक्त्यां घटः पटः न इति वक्तुं शक्यते, अस्तु तर्हि अभावः इदानीम् अस्माकं प्रश्नः अस्ति, कपालः यः कपालः स्वस्य समवायीकारणे कपालिकायां वर्तते तयोः मध्ये इदानीं भेदः अस्ति वा इति चेत् अस्ति एव, कथं निरूपयामः इति चेत् इदानीं कपालिकायाम् अभावः कपालस्य आनयनेन अपगच्छति वा? न अपगच्छति खलु, भवतु इदानीं तत्र भिन्न उदाहरणं स्वीकुर्मः, इतोपि स्पष्टता जायते, कपालः अपि च घटः इति स्वीकुर्मः, घटः इति कार्यं स्वस्य समवायीकारणे कपाले अस्ति, इदानीं मम घटस्य आवश्यकता अस्ति, अहम् अन्यत्र इदानीं किञ्चित् जलं मया आनेतव्यम् इति चिन्तयतु, तर्हि अहं पृच्छामि, अहं प्रार्थयामि, भवान् कृपया मम एकं घटं ददातु, इदानीं मम समीपे घट अभावः अस्ति, तर्हि भवान् इदानीं किं करोति, कपालं ददाति चेत् घटस्य अभावः अपसारितः भवति वा? न खलु, न भवति, किमर्थमिति चेत् घटस्य प्रतियोगी घटः एव, घट अभावः, घट अभावं घटेन एव अपसर्तुं शक्यते, तर्हि इदानीम् एकः भिक्षुकः अस्ति, तस्मिन् तस्य इदानीं तस्मिन् कपालाभावः अस्ति, इदानीम् अन्नम् अन्यत्र तत्र भिक्षां प्राप्तव्यमस्ति, तर्हि सः पृच्छति मम एकं कपालं ददातु, इदानीं घटं ददाति चेत् तस्य तत्र अभावः अपसारितः भवति वा? न खलु, कपालस्य एव आवश्यकता अस्ति तस्य, यद्यपि घटे कपालः अस्ति तथापि घटकपालयोः मध्ये भेदः वर्तते इति कृत्वा यत् कार्यं कपालेन पूरितं भवति तत् कार्यं घटेन न पूरितं भवति, अपि च यत् कार्यं घटेन साधितं भवति तत् कार्यं कपालेन न साधितुं शक्यते इति कृत्वा, तर्हि अन्ततो गत्वा तर्कः कः इति चेत् घटः कपालात् भिद्यते, घटः कपालः न इति भेदः अस्ति. किमर्थम् इति चेत् प्रतियोगिता भिद्यते. तत्र प्रतियोगिता इत्युक्ते प्रतियोगी घटः, प्रतियोगी कपालः. घटे घटत्वमस्ति, पटे कपाले कपालत्वमस्ति. तर्हि प्रतियोगिता, घटे विद्यमानप्रतियोगिता केन अवच्छिन्ना इति चेत् घटत्वेन अवच्छिन्ना. तर्हि इदानीम् अभावः निरूपणीयः, घटाभावः निरूपणीयः इति चेत् घटत्वावच्छिन्नप्रतियोगिता निरूपित अनियोगिता आश्रयः घटाभावः. तादृशघटाभावः कुत्र अस्ति? कपाले अस्ति, अन्योन्याभावस्थले. पुनः कपालः, कपालाभावः घटे अस्ति. कथं निरूपयामः? कपालत्वावच्छिन्नप्रतियोगिता निरूपित अनियोगिता आश्रय कपालनिष्ठाभावः, कपालविशिष्टाभावः घटे अस्ति इति कृत्वा घटकपालयोः मध्ये भेदः अस्ति. यस्मिन् समये घटः कपाले स्वस्य समवायीकारणभूतस्य कपाले अस्ति, तस्मिन्नेव समये, तस्मिन्नेव देशे घटकपालयोः मध्ये भेदः अस्ति, किन्तु पृथक्त्वं नास्ति. बुद्धं वा? न बुद्धं वा? बुद्धं वा? न बुद्धं महोदय, न बुद्धं. अस्तु, तर्हि श्रीराममहोदय किञ्चित् बालसुब्रह्मण्यमहोदय महोदयार्थं प्रतिपादयतु पुनः यद्वदा यदहम् इदानीम् उक्तवान्. अस्तु महोदय, किञ्चित् प्रयत्नं करोमि. इदानीं घटः अस्ति, कपालः अस्ति. इदानीं घटः कपाले अस्ति, घटः कपाले अस्ति, कपालः समवायकारणं कपाले अस्ति. सत्यं. इदानीं घटः कपालः वा, कपालः घटः वा? न, घटः कपालः न, कपालः घटः न. इदानीं कथं न्यायशैल्या एतद् वदामः इत्युक्ते घटे कपालस्य अन्योन्यभावः अस्ति, तादृशमेव कपाले घटस्य अन्योन्यभावः अस्ति. इति कारणेन घटः कपालः न, कपालः घटः न. इतोपि वदामश्चेत् यदा महोदयेन उक्तं तत्र अभावः अस्ति चेत् तस्य प्रतियोगी भवति. घटे यत् कपालस्य अन्योन्यभावः अस्ति, तस्य प्रतियोगी भवति कपालः. कपाल एव तस्य प्रतियोगी भवति. एवमेव कपाले यत् अन्योन्यभावः, घटस्य अन्योन्यभावः अस्ति, तस्य प्रतियोगी भवति घटः. इति कृत्वा इदानीं प्रतियोगी घटे अस्ति. प्रथमम् एतद् उदाहरणं स्वीकुर्मः. घटे कपाल अनियोगी, क्षम्यतां, घटे कपाल अन्योन्यभावः इति स्वीकुर्मश्चेत् तत्र कपालनिष्ठ अस्ति प्रतियोगिता. तदा कपालत्वेन अवच्छिन्ना भवति सा प्रतियोगिता. कपालत्वेन अवच्छिन्ना भवति. इदानीं एतद् वदामश्चेत् किमर्थं कपालः घटात् भिन्नः इत्युक्ते कपालनिष्ठ कपालत्वेन अवच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रयः. कपाल अन्योन्याभावः कुत्र अस्ति? घटे अस्ति. इति कृत्वा तादृशेन भिन्नरीत्या विपरीतरीत्या वदामश्चेत् तत्र घटनिष्ठप्रतियोगिता घटत्वेन अवच्छिन्न घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः. घट अन्योन्यभावः कुत्र वर्तते? कपाले वर्तते. इति कृत्वा घटः कपालः न भवति, कपालः घटः न भवति. बहु समीचीनम् इति बालसुब्रह्मण्यम् अवगतं वा? आमामाम्. धन्यवादः. अस्तु, अत्र इतोपि अत्र न्यायशैली स्वीकृत्य वदामश्चेत् किञ्चित् भ्रमः जायते, किन्तु अत्र सरलतया मया उक्तं खलु. इदानीं भवतः कृते घट अभावः अस्ति इति चिन्तयतु, मां प्रार्थयति भवान् घटं ददातु, तर्हि इदानीं कपालं ददामि चेत् भवतः तत्र अभावः अपसरति वा? न खलु. एवमेव इदानीं भवतः कृते इदानीं कपालस्य आवश्यकता अस्ति, कपालाभावः अस्ति, तर्हि कपालं ददातु इति प्रार्थयति चेत् घटं ददामि चेत् कपालस्य अभावः अपसरति वा? न खलु. इति कृत्वा कपालः घटात् भिद्यते, घटः कपालः न, कपालः घटः न इति सार्वत्रिकम्. इत्युक्ते सर्वत्र सर्वदा द्वयोः पदार्थयोः मध्ये भेदः वर्तते, अन्योन्याभावः वर्तत्येव. अतः एव अन्योन्याभावः कुत्र अस्ति इत्युक्ते सर्वत्र अस्ति अन्योन्याभावः. किन्तु इदानीं घटः अस्ति, तस्मिन् प्रदेशे एव कपालः अपि अस्ति. किमर्थं? घटः कपालात् उत्पन्नः इत्यतः. तर्हि इदानीं तत्र घटः कपालात् पृथक् इति वक्तुं शक्यते चेत् न. किमर्थमित्युक्ते एकस्मिन् देशे एव अस्ति इति कृत्वा इदानीं किं जातं? पृथक्त्वम् इति भिन्नम्, अन्योन्याभावः इति भिन्नः इति जातम्. पृथक्त्वभेदयोः मध्ये भेदः अस्ति. अवगतं वा महोदय? पुनः वदतु महोदय कृपया. तर्हि इदानीम् अस्माकं वस्तुस्थितिः अस्ति, एकः घटः अस्माकं पुरतः अस्ति. यस्मिन् आकाशदेशे घटः अस्ति, तस्मिन्नेव आकाशदेशे तस्य समवायीकारणं कपालः अपि अस्ति. तर्हि इदानीं द्रव्यद्वयमस्ति, एकः घटः, अन्यः कपालः. इदानीं घटकपालयोः मध्ये भेदः अस्ति वा इति चेत् आम् अस्ति इति अस्माभिः निरूपितम्. इदानीं घटस्य प्रतियोगी घटः, घट अभावस्य प्रतियोगी घटः, न तु कपालः. कपालाभावस्य प्रतियोगी कपालः, न तु घटः इत्यतः तत्र भेदः साधितः द्वयोः मध्ये. किन्तु इदानीम् एकस्मिन्नेव आकाशदेशे द्वयमपि अस्ति इति कृत्वा तयोः मध्ये पृथक्त्वं नास्ति इति अपि अस्माभिः अवगतम्. अस्तु, तर्हि इदानीं पृथक्त्वम् अपि च अन्योन्याभावः इत्युक्ते भेदः. पृथक्त्वम् अन्योन्याभावः अनयोः मध्ये भेदः अस्ति वा इति चेत् आम् अस्ति. पृथक्त्वम् अन्योन्याभावः नास्ति, अन्योन्याभावः पृथक्त्वं नास्ति. अतः एव प्राचीनाः किं कृतवन्तः? पृथक्त्वम् इति अन्यतमगुणत्वेन स्वीकृतवन्तः. तर्हि घटः पटात् पृथक् इति व्यवहारे किम् आधारीकृत्य एतद्वाक्यं रचितम् इति चेत् पृथक्त्वम् इति गुणम् आधारीकृत्य एतद्वाक्यं रचितम्. किन्तु घटः पटः न इति वाक्यं किम् आधारीकृत्य रचितम् इति चेत् प्रतियोगिं प्रतियोगिनम् आधारीकृत्य घटः पटः न इति वाक्यं रचितम् इत्यतः इदानीम् अस्माभिः समीहितम् अस्ति पृथक्त्वं भेदः न. तर्हि पृथक्त्वभेदयोः मध्ये भेदः अस्ति इति कृत्वा पृथक्त्वम् इति अन्यतमगुणस्य आवश्यकता अस्ति एव इति अस्माभिः निरूपितम्. बुद्धं वा? हा, मुख्यवार्ता एतदेव. पृथक्त्वं घटः पटात् पृथक् इति वदामश्चेत् तत्र किम् आधारीकृत्य उक्तम् इति चेत् आकाशम् आधारीकृत्य उक्तम्. एकस्मिन् देशे नास्ति इति कृत्वा यस्मिन् देशे घटः अस्ति तस्मिन्नेव आकाशदेशे पटः नास्ति इत्यतः आकाशम् आधारीकृत्य पृथक्त्वं साधितं, किन्तु घटः पट घटः कपालः न इत्यत्र, यद्यपि घटः कपालः द्वयमपि एकस्मिन् आकाशदेशे वर्तते, तयोः मध्ये इदानीं भेदः अस्ति. किमर्थम् इति चेत् घटाभावस्य प्रतियोगी घटः, कपालाभावस्य प्रतियोगी कपालः इति कृत्वा, प्रतियोगिनयोः मध्ये भेदः अस्ति इति कृत्वा इदानीं भेदः साधितः भवति इति अत्र उक्तम्. महोदय, नाम इदानीं घटः कपालः न इति वदामः, तत्र अन्योन्यभावः स्वीकृत्य तत्र भेदसाधितः. इदानीं घटः अभावं स्वीकृत्य उक्तवन्तः. इदानीं तत्र एकस्मिन् देशे एव कपाले घटः वर्तते इति स्वीकृत्य यदि वदामः, तत्र घटः कपालात् पृथक् इति वदामश्चेत् तत्र पृथक्त्वं स्वीकृत्य न वक्तुं शक्नुमः इत्येव आशयः वा? हा, एकस्मिन् देशे इदानीं घटः एव अस्ति अस्माकं पुरतः. घटः कुत्र अस्ति? स्वस्य स्वस्मिन् समवायीकारणे अस्ति, कपाले अस्ति. तादृशसन्दर्भे घटः कपालात् पृथक् इति न प्रयुक्तुं शक्यते. पृथक्त्वम् इति गुणम् आधारीकृत्य घटः कपालात् पृथक् इति न वक्तुं शक्यते. किन्तु तस्मिन्नेव सन्दर्भे घटः कपालात् भिद्यते, भिन्नः, घटः कपालः न इति वक्तुं शक्यते इति बोधः अत्र. बुद्धं खलु? अवगतं महोदय. अस्तु, तर्हि श्रीरामहोदय अन्तिमपरिचय वदतु. भिन्नः वस्तूनि चेत् न घटः पटः भिन्नः वस्तूनि, परन्तु एकस्मिन् देशे द्वयोः वर्तते इति चेत् तयोः मध्ये पृथक्त्वम् अस्ति किल? पृथक्त्वं नास्ति. एकस्मिन् देशे एकस्मिन् उदाहरणं ददातु तर्हि अहमागच्छामि. भवतः मनसि किमस्ति इति? एकस्मिन् प्रदेशे एकस्मिन् देशे एकस्मिन् आधारे घटः अस्ति पटकः अस्ति. इदानीम् एकस्मिन् देशे घटः अस्ति पटः अस्ति इति चेत् एकस्मिन् देशे नास्ति. उत्पीठिकायां घटः अपि अस्ति पटः अपि अस्ति, किन्तु यद्देशः घटेन आवृतः अस्ति सः देशः पटेन आवृतदेशेन पटेन अवच्छिन्नदेशेन भिद्यते खलु, भिन्नदेशः अस्ति. किन्तु इदानीं घटः अस्ति, घटः केन जातः? कपालद्वयसंयोगेन जातः खलु. तर्हि यस्मिन् देशे घटः अस्ति तस्मिन्नेव देशे कपालद्वयमपि अस्ति. तस्मिन् सन्दर्भे घटकपालयोः मध्ये पृथक्त्वम् अस्ति वा इति चेत् न, किन्तु भेदः अस्ति वा इति चेत् आम् अस्ति. भेदः अस्ति, भेदः इत्युक्ते अन्योन्यभावः अस्ति. हा, भेदः इत्युक्ते अन्योन्यभावः अस्ति. महोदय, तदा यदा लौकिकरीत्या वदामश्चेत् कपालः घटात् पृथक् इति एकस्मिन् स्थले इति वदामश्चेत् तत्र अन्योन्यभावः इति एव अवगन्तव्यम् इति अर्थः. सत्यं, यद्यपि पृथक् इति लौकिकरीत्या वदामः सत्यं. यथा रूपं रसः, रसात् पृथक् इति पृथक् इति पदं तत्र प्रयुक्तम्, तथापि गुणः गुणेन भवितुम् अर्हति इत्यतः तत्र भेदं स्वीकृत्य अन्योन्यभावं स्वीकृत्य एव एतद् वाक्यं रचितम् इति स्वीकर्तव्यं यथा तथा अत्रापि. अस्तु श्रीरामहोदय, हा वदतु. तर्हि पृथक् शब्दस्य प्रयोगं यदि कुर्मः चेत् तत्र अर्थः अस्ति भिन्नदेशः इति एव. यदि भिन्नदेशः नास्ति चेत् तस्य अर्थः भवति अन्योन्यभावः. सत्यं, बहु समी इति समीचीनम् इति तत्र पर्यवसितं भवति अस्माकं चिन्तनं. अस्तु, तर्हि मेरुल् महोदय, भवानेव तत्र अग्रे अन्तिमपरिच्छेदं पठित्वा समापयतु. पृथक्त्वम् इत्यर्थः खलु परन्तु परन्तु केवलं घटः वर्तते तस्य कपालादिषु अवयवेषु. अस्तु श्रीराममहोदय भवतु भवान् पठतु भवतु. क्षम्यतां क्षम्यतां भवतु भवतु पठतु किमपि चिन्ता चिन्ता मास्तु कृतं क्षम्यतां. ओ अस्तु अहं पठामि वा? अस्तु भवतु यः कोऽपि पठतु. परन्तु तत्र एव यत्र केवलं घटः वर्तते स्वस्य कपालादिषु अवयवेषु यद्यपि कपालः घटात् पृथक् इति व्यवहारो न सम्भवति तथापि भेदः वर्तते. कपालिका अन्या, कपालः अन्य, घटः अन्यः, तस्मात् भेदः अन्योन्याभावः वर्तते. परन्तु तेषां देशभेदः यतः नास्ति एकस्मिन्नेव देशे घटः अपि वर्तते, कपालः अपि वर्तते, कपालिका अपि वर्तते, अतः पृथक्त्वरूपगुणः नोत्पद्यते. तद् अत्र सारांशरूपेण अस्ति केवलं घटः यत्र अस्ति तत्र कपालः अपि अस्ति, कपालिका अपि अस्ति, एते अवयवाः तत्र एतदेव देशे सन्ति. अतः यदि वयं कपालः घटात् पृथक् इति तत्र न वक्तुं शक्नुमः. तथापि तत्र भेदः अस्ति, अन्योन्यभावः अस्ति. किमर्थम् इत्युक्ते वयम् अधुना एव दृष्टवन्तः कपालः इति कपालाभावः इति कपालेन एव पूरितं कर्तुं शक्नुमः अपगच्छति कपालेनैव. तदेव घटस्य कृते अपि कपालिका कृते अपि तदेव स्थितिः अस्ति. अतः तेषाम् अन्योन्याभावः अस्ति, परन्तु ते सर्वे एकस्मिन्नेव देशे अस्ति. यत्र घटः अस्ति तत्र कपालः अपि अस्ति, कपालिका अपि अस्ति. अतः तत्र पृथक्त्वम् इति नूतनगुणः इति न वक्तुं शक्नुमः. केवलम् अन्योन्याभावः अस्ति तत्र तेषां मध्ये इति एव वयं वक्तुं शक्नुमः. तर्हि निगमनं किम् इति चेत् कयोः मध्ये अत्र चिन्तनं कथं जातं? संयोगः कयोः मध्ये भवति पृथगाश्रयाश्रितौ इति. किन्तु इदानीं कुत्र पर्यवसितम्? एकस्मिन् देशे द्वौ स्तः इति चेत् तयोः मध्ये संयोगः यदा कदापि न भवति. एकस्मिन् देशे बालसुब्रह्मण्यं महोदय तत् सावधानतया शृणोतु. एकस्मिन् देशे इत्युक्ते पार्श्वे इति नास्ति, उपरि अपि नास्ति, समीपे इति अपि नास्ति, साक्षात् एकस्मिन् देशे. इदानीं यद् यद् उदाहरणं भवता उक्तं तत्र घटः पटः द्वयमपि समीपे अस्ति, नो चेत् पटः घटस्य उपरि अस्ति. किन्तु यस्मिन् देशे इत्युक्ते तत्र यस्मिन् देशे घटः अस्ति तस्मिन्नेव देशे कपालः अस्ति, तस्य समवायिकारणकपालमपि अस्ति इति कृत्वा तादृशयोः मध्ये यदा कदापि संयोगः न भवति, तत्र समवायः एव भवति. हा मेहुल् महोदय किमपि वक्तुमिच्छति वा? अहं चिन्तयामि देशे इत्युक्ते आकारे आकाशे आकाशे आकाशे यस्मिन् देशे इत्युक्ते यस्मिन् आकाशे. तर्हि इदानीं पटः घटः इति वदामश्चेत् यदि घटेन स्वीकृतम् आकाशं तत्र पटः न स्थापयितुं शक्यते खलु, तस्मात् उपरि वा पार्श्वे वा अधः वा दक्षिणतः वा वामतः वा यत्किमपि समीपे तत्रैव पटः स्थापयितुं शक्यते, न तु साक्षात् तस्मिन् देशे आकाशे. हा इति कृत्वा अत्र यस्मिन् देशे द्वौ स्तः तयोः मध्ये संयोगः न भवति, तर्हि तयोः मध्ये पृथक्त्वमपि न भवति. तर्हि यत्र यत्र समवायसम्बन्धः, ययोः मध्ये समवायसम्बन्धः अस्ति, तयोः मध्ये पृथक्त्वं न भवति इति अपि स्वीकर्तव्यम्. यत्र संयोगः, ययोः मध्ये संयोगः भवितुमर्हति, तयोः मध्ये एव पृथक्त्वम् अस्ति इति स्वीकर्तव्यं भवति. अस्तु बहु समीचीनं. तर्हि इदानीं पुस्तकात् पठेम, किञ्चित् जाटिल्यम् अस्ति. अस्तु श्रीराममहोदय पठति वा? पुस्तके अष्टनवतितमपुटे अन्तिमपरिच्छेदः अस्ति खलु कपालभूतलयोः. आम् महोदय, प्रयत्नं करोमि. अत्र वाक्यशः पठतु महोदय, प्रत्येकं वाक्यं पठित्वा किञ्चिदहं वदामि, तदनन्तरम् अग्रे गच्छामि. प्रथमवाक्यं पठतु. कपालभूतलयोः पृथक् आश्रय आश्रितत्वेन तयोः संयोगसम्भावे सम्भवे अपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगोत्पत्तिः. तद्वदतु, अत्र सरलमेव, नूतनं नास्ति, वक्तुं शक्यते. कपालभूतलयोः, कपाल अस्ति, भूतलः अस्ति, पृथग् आश्रय आश्रितत्वेन कपाल भूतलयोः मध्ये पृथग् आश्रय आश्रितत्वम् अस्ति. कपालः कपालिकायां वर्तते, भूतलः स्वस्य अवयवे तिष्ठति. भूतलं महोदय, नपुंसकलिङ्गं. भूतलं स्वस्य अवयवे तिष्ठति. द्वयोः पदार्थयोः अवयवाः भिन्नाः इति कृत्वा पृथक् आश्रय आश्रितत्वौ. बहु समीचीनं. तयोः संयोगसम्भवे अपि, यदा कपालभूतलयोः संयोगः सम्भवति तदा घटकपालयोः, इदानीम् उदाहरणमस्ति, क्षम्यतां, यदा तदा इति न वदतु, सम्भवे अपि इत्युक्ते तत्र भवितुम् अर्हति, भवत्येव. कपालभूतलयोः मध्ये संयोगः भवत्येव. किमर्थं तौ पृथगाश्रय आश्रितौ उपेक्षितः, किन्तु अपि इत्युक्ते किन्तु घटकपालयोः तथाविधत्वाभावात् तथाविध पृथग् आश्रय आश्रितत्वस्य अभावात् बहु समीचीनं. न तयोः कर्मजसंयोगः अपि च संयोगजः संयोगः भवितुम् अर्हति. कपालघटकपालयोः मध्ये कर्मजः संयोगः वा अथवा संयोगजः संयोगः वा भवितुम् अर्हति इति आशयः. न भवितुम् अर्हति, भवितुमर्हति. बहु समीचीनम्. अत्र किमपि क्लेशः नास्ति, एतत् अस्माभिः पूर्वमेव पठितम्, अत्र एकमेव तत्र वाक्यरूपेण उक्तम्. अस्तु, इदानीं द्वितीयवाक्यं पठतु. न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलवधिकत्वस्येव कपालवधिकत्वस्यापि आवश्यकत्वात् तद्दोषदावस्थम् इति तद्दोषदावस्थमिति वाच्यं किञ्चित् आगच्छामि. तच न च गुणरूपस्य तस्य गुणरूपस्य रूपादिवत् गुणरूपस्य रूपादिवत् संयोगस्य वा महोदय? न, अत्र तस्य इत्युक्ते कस्य? पृथक्त्वस्य वा? हा, पृथक्त्वस्य इति कृपया लिखन्तु सर्वे. तस्य इत्युक्ते पृथक्त्वस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे. रूपं यदा घटे भवति, द्वितीयक्षणे उत्पत्तिः भवति. तस्य घट उत्पत्तिक्षण द्वितीयक्षणे एव रूपादिगुणस्य उत्पत्तिः. तत् पूर्वं प्रथमक्षणे घटः एकं क्षणं निरूपं निर्गुणं तिष्ठति. किमर्थम् एतादृशम् उक्तम्? किमर्थम् इत्युक्ते घटः एव रूपस्य समवायिकारणं भवति. निकषात्रयमस्त्यादिकरणे पूर्वक्षणे कारणं भवेत्. तर्हि रूपमिति कार्यं तस्य समवायिकारणमस्ति घटः, स च घटः पूर्वक्षणे भवेत् इत्यतः मूर्तोत्पत्ति द्वितीयक्षणे. द्वितीयक्षणे जायमानस्य रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे माणाभावात् तत्र भूतलावधिकत्वस्य एव जायमानस्य इत्युक्ते पृथक् जायमानस्य पृथक्त्वस्य सत्यं हा नियतावधिकत्वे इत्युक्ते किम् इति अहं जानामि. हा तत् तत् तत् तत् पारिभाषिकशब्दमस्ति, तद् मया इदानीं किञ्चित् प्रतिपादनीयमस्ति. अस्तु, अत्र किञ्चित् अहं वदामि. प्रथमम् अत्र वाक्यशैलीं पश्यन्तु. एतादृशवाक्यानि एव भाष्ये शाङ्करभाष्ये अपि अधिकाधिकं लभ्यते. न च वाच्यं, सर्वत्र सिद्धान्तग्रन्थे एतादृशं लिखन्ति. न च इति आरभ्य वाच्यम् इति अन्ततो भवति, वाक्यस्य अन्ते भवति. तर्हि न च वाच्यम् इति कः वदति? सिद्धान्ती वदति. न च वाच्यम् इति सिद्धान्ती वदति. न च अपि च वाच्यं तयोः मध्ये यद् वाक्यमस्ति तद् पूर्वपक्षिणः वाक्यमस्ति. पूर्वपक्षी एतादृशं वक्तुम् इच्छति इति सिद्धान्ती ज्ञात्वा एतादृशं मा वदतु इति वदति. तर्हि न च अपि च वाच्यम् अनयोः मध्ये यद् वाक्यमस्ति तत् पूर्वपक्षिणः पूर्वपक्षिणः तर्कः अस्ति. अस्तु, पूर्वपक्षी इदानीं पूर्वपक्षी किं करोति? सर्वदा आपादनमेव करोति, सिद्धान्तविषये आपादनं करोति, दोषं कल्पयति पूर्वपक्षी. तर्हि कीदृशदोषम् अत्र कल्पयति? अत्र दोषद्वयं पूर्वपक्षिणा कृतं. यत्र यत्र तपश्यतु, मानाभावात्, आवश्यकत्वात् इति यत्र यत्र पञ्चमी भवति तत्र हेतुपञ्चमी अस्ति इति कारणतः. तर्हि न च अपि च वाच्यम् अनयोः मध्ये यत्किमपि लिखितमस्ति तत् सर्वं पूर्वपक्षिणः पक्षः इति एकं. तत्र कति पञ्चमीपदानि दृश्यन्ते तावन्ती दोषा तावन्तः दोषाः पूर्वपक्षिणेन पूर्वपक्षिणा कृतम् इति अवगन्तव्यम्. तर्हि अत्र दोषद्वयमुक्तं, मानाभावात् इति एकं दोषम्, आवश्यकत्वात् इति द्वितीयं दोषं, द्वितीय आपादनं. तदनन्तरं किं वदति? तद्दोष तादवस्थं, तद्दोष तादवस्थम्. अत्र तादवस्थम् इति पदस्य अर्थः स्वीकुर्मः प्रथमं. तद् अवस्थं, तद् अवस्थं, तस्य भावः तादवस्थं. यथा तत्र सुन्दरस्य भावः सौन्दर्यम् इति वदामः, तथा तद् अवस्थम् इत्यस्य भावः तादवस्थम्. अस्तु, तद् अवस्थम् इत्युक्ते किम् इति चेत् पुनः तत् तत्रैव भवति तदवस्थम्. इदानीं तत्र उत्पीठिकायां मलिनमस्ति इति चिन्तयतु. तद् एकं पठं स्वीकृत्य तस्य स्वच्छता मया कृतं, पुनः किं भवति? वाता जायते इत्यतः पुनः तत्र उत्पीठिकायां वा दर्पणे वा मलिनं भवति. तर्हि किं वदामि? तदवस्थं भवति इति. इत्युक्ते पुनः तादृशस्थितिः एव लभ्यते. अत्र अत्र विषयः कः इति चेत् दोषः, तर्हि तद्दोषतादवस्थम् इत्युक्ते पुनः यद्दोषः यः दोषः भवता निवारितं स च दोषः पुनः आगच्छति, स च दोषः पुनः आगच्छति इति पूर्वपक्षी वदति. तद्दोषतादवस्थम् इत्यनेन पुनः दोषद्वयम्, अत्र दोषः कः इति चेत् दोषद्वयम् उक्तं खलु, दोषद्वयं पुनः आगच्छति भवतः सिद्धान्तानुसारं, भवतः तर्कानुसारमेव दोषद्वयम् आगच्छति इति सिद्धा इति पूर्वपक्षी आक्षिपति. तादृशं मा वदतु इति न वाच न च वाच्यं, वाच्यम् इति ण्यन्तपदं, तस्य अर्थः इति वक्तव्यं. तव्यपदस्य यः तव्यप्रत्ययस्य यः अर्थः अस्ति तदेव अर्थः अस्ति ण्यत् इति प्रत्ययस्यापि. तर्हि वाच्यम् इत्युक्ते वक्तव्यं, न वदतु, कृपया मा वदतु इति सिद्धान्ती वदति. तर्हि अग्रिम इतः अग्रिमवाक्ये तस्य किमर्थं न वक्तव्यं, तादृशं किमर्थं पूर्वपक्षिणा न वक्तव्यम् इत्यस्य तर्कमपि दास्यति सिद्धान्ती. अस्तु, तर्हि इदानीं दोषद्वयं किम् इति अवगन्तव्यम्. न च गुणरूपस्य तस्य पृथक्तस्य रूपादिवत्, रूपमिति गुणः, रूप आदि इत्युक्ते अन्ये गुणाः उक्ताः सन्ति आदिपदेन. मूर्तोत्पत्तिद्वितीयक्षणे, मूर्त इत्युक्ते इदानीं घटः इति स्वीकरोतु, घटस्य उत्पादनस्य द्वितीयक्षणे एव तस्मिन् घटे रूपादयः जायन्ते. रूपादयः इत्युक्ते परिणामम् इति गुणः, रूपम् इति गुणः, यदि गन्धः अस्ति गन्धः इति गुणः इति तादृशगुणाः घटे द्वितीयक्षणे एव जायते. अस्तु, तावद्बुद्धम्. इदानीं जायमानस्य नियत अवधिकत्वे मान अभावात्, अत्र अवधिः इति पदं प्रयुक्तमस्ति प्रथमम्. अवधिः इति पदम्, अवधि इति पदं, तस्य भावः अवधिकत्वम्, अवधिकत्वम्, अवधेः विद्यमानभावः अवधिकत्वम् न, अवधेः विद्यमानभावः नास्ति, मया दोषेन उक्तम्. अवधिः इति कश्चन पदार्थ इति कश्चन विषयः अस्ति अवधिः, अपि च अवधिकः इति अस्ति, येन अवधिः क्रियते. अस्तु, अवधिः इत्युक्ते किम् इति चेत् सीमा, बौण्ड्रि इति चिन्तयन्तु. बौण्ड्रि सीमा, अवधिः इत्युक्ते सीमा. तर्हि मम गृहं कियत्पर्यन्तम् अस्ति इति चेत् तत्र भित्तिः दृश्यते खलु, भित्तिः इत्युक्ते वाल्, तावत्पर्यन्तं मम गृहम् अस्ति इति वक्तुं शक्यते. अस्तु, किञ्चित् इतोपि भिन्नरीत्या अहं वदामि, इदानीमेव अहं चिन्तयन् अस्मि इत्यतः. अस्तु, मम गृहं कियत्पर्यन्तम् अस्ति इत्युक्ते अन्यस्य गृहं यत्र आरभ्यते तावत्पर्यन्तं मम गृहम् अस्ति. अन्यस्य गृहं तावत् मम गृहम् अस्ति. तर्हि मम गृहस्य अवधिः भवति अन्यस्य गृहम्. पुनः वदामि, मम गृहस्य मम गृहं कियत्पर्यन्तम् अस्ति इति चेत् अन्यस्य गृहं यत्र आरभ्यते तावत् मम गृहम् अस्ति. तर्हि इदानीम् अन्यद्गृहं मम गृहस्य अवधिः भवति इति एकम्. अस्तु, तर्हि इदानीम् अन्यस्य गृहं मम गृहम्, अन्यस्य गृहाणां गृहम् इदानीं मम गृहस्य अवधिः भवति इति कृत्वा तत्र किमपि चिह्नं स्थापनीयं खलु, तावत् इति बोद्धुम्. तर्हि तत्र भित्तिः मया कृतः, भित्तिः इत्युक्ते वाल्, तत्र एका भित्तिः मया निर्मितः अस्ति. तर्हि भित्तिः इदानीं कः इति चेत् अवधिकः भवति, येन अवधिः उक्तः भवति, येन अवधिः स्थापितः भवति, निर्मितः भवति. तर्हि भित्तिः अवधिकः भवति. अस्तु, इदानीम् अवधिः इत्युक्ते किम् इति अस्माभिः ज्ञातम्, अवधिकः किम् इति अस्माभिः ज्ञातम्. अन्ततो गत्वा इत्युक्ते मुरली महोदय, फैनली वेर् डु वि अरैव्, अन्ततो गत्वा इत्युक्ते देर् फोर् इति वदामः खलु आङ्ग्लभाषा. धन्यवादः. अस्तु, इदानीम् अत्र किञ्चित् अवधानं दत्वा सर्वे शृण्वन्तु. अवधिः, मम गृहं, मम गृहस्य अवधिः कः? मम पार्श्वे अन्यस्य गृहं यदस्ति तदेव मम गृहस्य अवधिः भवति. अवधिकः कः भवति? भित्तिः भवति अवधिकः. तदेव अवधिं कारयति. अवधिका इति नुल् प्रत्ययः वा? नूल् प्रत्ययः, सत्यं, नूल् प्रत्ययः. अवधियोगः नूल् इति उक्त्वा तत्र अवधिकः, न क्षम्यताम्, अत्र अवधिकः इति नूल् प्रत्ययः नास्ति. नूल् प्रत्ययः धातुभ्यः विधीयते खलु. अत्र कप् इति कश्चन प्रत्ययः, तद्धितप्रत्ययः अस्ति अवधिकः, किन्तु समान अर्थकः. नूल् प्रत्ययः धातुभ्यः एव विधीयते, किन्तु कप् तद्धितप्रत्ययः सुबन्तेभ्यः विधीयन्ते. कप् इति कश्चन प्रत्ययः अस्ति, कारयति इति अर्थः. अवधिं कारयति, यः अवधिं कारयति सः अवधिकः. कप् इति कश्चन प्रत्ययः. निरूपकः इति वदामः खलु, निरूपितः, निरूपकः. येन निरूपणं भवति सः निरूपकः भवति. येन अवधिः साध्यते सः अवधिकः भवति. इदानीं भित्तिः अवधिकः अस्ति. अवधिके अवधिकत्वम् अस्ति. यथा घटे घटत्वम् अस्ति, तथा अवधिकः यः अस्ति तस्मिन् अवधिके अवधिकत्वम् इति धर्मः अस्ति. तर्हि अवधिकत्वम् इति अस्माभिः अवगतम् एतावत्. अवधिकत्वे इति लिखितं, सप्तमी अस्ति, भवतु. तर्हि अवधिः इत्युक्ते किम्? अवधिकः इत्युक्ते किम्? अवधिकत्वम् इत्युक्ते किम् इति सर्वम् अस्माभिः ज्ञातम्. अस्तु, तत्र नियत इति विशेषणमस्ति, नियत अवधिकत्वम्. अस्तु, तर्हि नियत इत्युक्ते किम् इति अवगन्तव्यम्. तस्य उत्तरम् एवमस्ति, एतत् सर्वं करपत्रे गभीररूपेण महोदयेन प्रतिपादितमस्ति. यदा यदहं वदामि तद् अवगच्छति चेत् इदानीं तत्र, तदनन्तरं करपत्रं पठति चेत् स्वेन अवगन्तुं शक्यते, किमपि क्लेशः नास्ति. समीचीनतया, गभीरतया, सरलतया महोदयेन लिखितमस्ति. तद् आधारी कृत्य एव अहम् इदानीं वदन्नस्मि. अस्तु, तर्हि नियत अस्ति. इदानीमहम् एकं वाक्यं वदामि, बालसुब्रह्मण्यमहोदय भवान् उत्तरं ददातु. घटात् पृथक् इति अहं वदामि चेत् तत्र भवतः आकाङ्क्षायाः उपशमनं भवति वा? घटः पृथक् इति तावदेव अहं वदामि चेत्, बालसुब्रह्मण्य महोदय, घटः पृथक् इति तावदेव अहं वदामि. पृथक् इत्युक्ते सेपरेट् इति. पाट् इस् सेपरेट् इति अहं वदामि चेत् भवतः मनसि किं प्रश्नम् उदेति? सामान्यचिन्तनं करोतु, अत्र न्यायवर्गः इति न चिन्तयतु, सामान्यचिन्तनं करोतु. पुनः घटः बर्ड् कः? घटः पृथक्, पाट् इस् सेपरेट् इति वाक्यं मया उक्तम्. घटः पृथक् इति समानदेशे अस्ति चेत् न न न तादृशचिन्तनं मा करोतु. इदानीं केवलम् एकं वाक्यम् उक्तवान्, सामान्यवाक्यं. कस्य अपेक्षया? हा, कस्मात् इति प्रश्नः भवति खलु. कस्मात् घटः अपेक्षा? घटः घटः समीपे पुस्तकमस्ति चेत् न न इदानीम् एकं वाक्यं, लघुवाक्यं मया उक्तम्. अत्र गभीरचिन्तनं मास्तु महोदय, सामान्यचिन्तनम् अहं कुर्वन् अस्मि. घटः पृथक् तावदेव मया उक्तम्. सडन्ली ऐ कम् टु यू अण्ड् से पाट् इस् सेपरेट्. भवान् किमपि अवगच्छति वा? घटं पृथक् कर्तुम् अहं प्रयत्नं करोमि. न न इफ् ऐ से पाट् इस् सेपरेट् युवर् क्वश्चन् विल् बि फ्रम् वाट्? वै आर् यु सेयिङ्ग् दिस् रैट्? बुद्धं वा? एवमेव घटः पृथक् इति अहं वदामि चेत् कस्मात् पृथक् इति भवान् पृच्छति खलु. यदि तावद् अहं न वदामि घटः पठात् पृथक् इति तावत् अत्र पठात् इति तावद् यदि अहं न वदामि तावद् भवतः आकाङ्क्षा न पूरितं भवति. यु वोण्ट् अण्डर्स्टाण्ड्, यु स्टिल् से ओके वाट् आर् यु गोयिङ्ग् टु से नेक्स्ट्, करेक्ट्? केवलं घटः पृथक् इति तावदेव अहं वदामि चेत् भवतः आकाङ्क्षा न पूरितं भवति. भवान् पृच्छति कस्मात् इति, तद् तर्हि मया वक्तव्यं भवति पठात् पृथक्. किमपि वक्तव्यं भवति, लेखन्याः पृथक्, गृहात् पृथक् इति किमपि वक्तव्यं भवति. बुद्धं खलु? एतावत्पर्यन्तं मध्ये मया यदुक्तं तद् बुद्धं वा? बुद्धम्. अस्तु, तर्हि यत्र यत्र पृथक् इति पदं मया प्रयुज्यते तत्र नियमेन नियतेन तस्य अवधिः अपि वक्तव्यं भवति. बुद्धं वा? तर्हि कस्मात् इति वदामः चेत् पञ्चमी आगच्छति, अतः पञ्चमी यत् पदमस्ति तत् अवधि भवति वा? बहु समीचीनं. पञ्चम्या पञ्चमी विभक्तिम् उपयुज्य यत् पदं वदामः तदेव अवधिः भवति. तर्हि इदानीं घटः पृथक् इति अहं वदामि चेत् तत्र आकाङ्क्षा न पूरितः भवति. कस्मात् इति यावत् अहं न वदामि तावत् भवान् पृच्छति. भवान् वदति घटं घटं पृथक्, घटः पृथक् पृथक् इति, कस्मात् पृथक् इति वदतु इति कृत्वा पृथक् इति पदं यत्र यत्र प्रयुज्यते तत्र पञ्चमीपदम् इत्युक्ते अवधिः वक्तव्यः भवति. अवधिः वक्तव्यः भवति, निवारणं नास्ति. अस्तु, इदानीम् अन्यद् वाक्यम् अहं वदामि. फलं पतति. हा, इदानीम् अहं वाक्यम् उक्तवान् फलं पतति. कस्मात् पतति? वृक्षात् पतति. हा, इति सत्यं, किन्तु नियमेन तादृशप्रश्नः भवति वा? फलं पतति, अहं वाक्यम् उक्तवान् खलु, फलं पतति, दि फ्रूट् फाल्स्. तर्हि सर्वदा कस्मात् इति प्रश्नः न भवति खलु? आवश्यकता नास्ति. फलं पतति, ओ भवतु फलं पतति. कस्मात् अत्र पश्यतु, इदानीं वाता जायते, बृहत् वाता जायते इति चिन्तयतु. तर्हि अहं वदामि, तत्र किमपि अस्ति तत् पठति कस्मात् इत्यत्र विवक्षा नास्ति यस्य पतनं भवति तस्य रक्षणं मया कार्यम् इत्यतः अहम् उक्तवान् भोः फलं पतति तर्हि किं कर्तव्यं कस्मात् पतति इति तत्र आकाङ्क्षा नास्ति सर्वदा अतः नियमेन तत्र तादृश आकाङ्क्षा न भवति कस्मिन् पतति इति अपि आकाङ्क्षा जातुम् अर्हति कुत्र पतति इति भवान् प्रष्टुं शक्यते कस्मात् पतति इत्यपि भवता प्रष्टुं शक्यते खलु पतति किमिति वृक्षात् भूतले पतति फलं हा इति सत्यं तर्हि वृक्षात् पतति भूतले पतति केवलं फलं पतति इति तावदेव अहं वदामि चेत् तत्र नियमेन आकाङ्क्षा न जायते कस्मात् पतति इति आकाङ्क्षा न जायते किन्तु गतः पृथक् इति अहं वदामि चेत् नियमेन तत्र आकाङ्क्षा जायत्येव महोदय एकं प्रश्नं मम उदेति सि यत्र एकं वृक्षम् अस्ति चेत् कस्मात् तत् प्रश्नं न उदेति उदाहरणतया तत्र तद्देशे अनेकवृक्षः भवति चेत् वृक्षाणि अनेकानि वृक्षाणि भवति चेत् अनेके वृक्षाः वृक्षः वृक्षाः आम् अनेके वृक्षाः भवति चेत् तत् प्रश्नम् उदेति किं तस्मात् वृक्षात् फलं पतति तर्हि सत्यं किन्तु केवलं फलं पतति इति तावदेव अहं वदामि चेत् तत्र नियमेन आकाङ्क्षा जायते वा न वा तदेव प्रश्नः अवश्यं न जायते महोदय न जायते खलु वृक्षात् अपि पतितुं शक्यते किमिति आवश्यकता न तत्र हस्तात् अपि पतितुं शक्नोति वृक्षादपि पतितुं अतः आवश्यकता नास्ति तत्र आवश्यकता नास्ति कुत्र पश्य कुत्र पतति इति अपि आकाङ्क्षा भवितुमर्हति कस्मात् पतति अपि आकाङ्क्षा भवितुमर्हति नो चेत् मम विवक्षा अस्ति फलं पतति इति तावदेव आं महोदय फलं पतति इत्यत्र नियमेन आकाङ्क्षा न जायते अवधिः कः इति आकाङ्क्षा न जायते किन्तु घटः पृथक् इति वदामि चेत् तत्र नियमेन आकाङ्क्षा जायत्येव अस्तु अस्मिन् सन्दर्भे घटः पृथक् इति वदामश्चेत् कस्मात् इति भवान् निश्चयेन पृच्छन्ति यावत् तद् अहं न वदामि तावत् अर्थबोधः एव न जायते एवमेव पार्टिस्ट् अपरे इति तावदेव वदामश्चेत् किमर्थम् एतद् अहं वदामि अत्र आगत्य इति प्रश्नः उदेति अतः अस्तु घटः पटात् पृथक् इति मया वक्तव्यं भवति तर्हि अत्र पटात् इति पञ्चमी विभक्त्या उपयुज्य यत् पदमुक्तमस्ति तदेव अवधिः भवति तत्र अवधि कः कः इति चेत् पृथक्त्वम् घटः पृथक् इति पदं मया प्रयुक्तमस्ति खलु तर्हि तत्र पृथक् इति पदं प्रयुक्तम् इत्यतः एव तत्र आकाङ्क्षा जातः अस्ति अवधिः कः इति पतति इति क्रियापदं प्रयुक्तमस्ति चेत् तत्र आकाङ्क्षा न जायते इति कृत्वा अत्र अवधिकः भवति पृथक्त्वं पृथक् इति पदमेव अवधिकः भवति तर्हि अवधिके अवधिकत्वम् इति धर्मः अस्ति इदानीम् अवधिकः अस्ति पृथक् इति पदम् इति शब्दः पृथक् इति पदेन किं उक्तं पृथक्त्वम् इति गुणः उक्तम् इति स्वीकरोतु तर्हि पृथक्त्वम् इति गुणः अवधिकः भवति अवधिकं भवति तस्मिन् अवधिके अवधिकत्वम् अस्ति स च अवधिकत्वं नियत अवधिकत्वमस्ति इत्युक्ते नियमेन तत्र प्रश्नः भवत्येव यत्र यत्र पृथक् इति पदं प्रयुज्मः तत्र सर्वत्र कस्मात् कस्मात् इति प्रश्नः नियमेन आगच्छति तर्हि नियत अवधिकत्वम् इति पदस्य अर्थः इदानीं भवन्तः ज्ञातवन्तः वा सर्वदा आवश्यकं सर्वदा नियमेन तत्र अवधिः कः इति प्रश्नः उदेति यत्र पृथक् इति पदं प्रयुज्मः. अस्तु, इदानीं पुनः अत्र आगच्छामः. जायमानस्य नियत अनियत अत्र पश्यतु, रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य जायमानानां गुणानां नियत अवधिकत्वं नियत अवधिकत्वे मान अभावात्, मान इत्युक्ते प्रमाणम् इति अर्थः. मान किम् इत्युक्ते प्रमाणम्. अस्तु अस्तु, अत्र पूर्वपक्षी किं वदति, प्रथम आपादने इदानीं घटः घटस्य उत्पादनं प्रथमक्षणे जातं, द्वितीयक्षणे रूपादिगुणाः जायन्ते. तेषु रूपादिगुणेषु इदानीं रूपम् अस्ति इति अहं वाक्यं प्रयोगं करोमि. रूपम् अस्ति, तत्र नियत अवधिकत्वम् अस्ति वा रूपे? तत्र कस्मात् इति प्रश्नः न उदेति खलु? न उदेति. रसः अस्ति, गन्धः अस्ति, रूपरसगन्धस्पर्शः अस्ति. तदनन्तरम् इदानीं संयोगः अस्ति, संयोगः अस्ति इति संयोगं वदामि चेदपि तत्र नियमेन इदानीं संयोगस्य विषये किञ्चित् चिन्तयामः. एतत् सर्वं करपत्रे लिखितमस्ति, तद् आधारीकृत्य एव अहं वदामि. संयोगः नियता अवधिकत्वगुणः वा इति प्रश्नः. इदानीं घटपटयोः मध्ये संयोगः, घटपटयोः संयोगः इति अहं वाक्यं मया वाक्यं रचितं, घटपटयोः संयोगः. तर्हि बालसुब्रह्मण्यं महोदय, भवान् वदतु, घटपटयोः संयोगः इति वदामश्चेत् इदानीम् आकाङ्क्षा अन्यत् अन्यत् यत्किमपि विषये जायते वा न वा? आकाङ्क्षा इत्युक्ते युर् एक्स्पेक्टेशन्. इतोपि किमपि वक्तव्यं वा अत्र? घटपटयोः संयोगः अस्ति इति मया उक्तम्, अत्र संयोगः इति पदं प्रयुक्तम्. इदानीं यथा घटः पृथक् इति तावदेव, घटः पृथक् अस्ति इति तावदेव अहं वदामि चेत् कस्मात् इति नियमेन आकाङ्क्षा यदा जायते तदा घटपटयोः संयोगः इति अहं वदामि चेत् तत्र आकाङ्क्षा जायते वा न वा? इति उक्तम् साक्षात् उक्तम् इत्यतः किमपि अत्र आकाङ्क्षा न जायते. अस्तु, इदानीं द्वितीयवाक्यम् अहं वदामि. घटस्य संयोगः अस्ति, घटस्य संयोगः अस्ति, अत्र आकाङ्क्षा अस्ति केन सह इति. बहु समीचीनं भवता बुद्धम्. इदानीम् अत्र आकाङ्क्षा अस्ति, घटस्य संयोगः अस्ति इति केन सह इति प्रश्नः उदेति खलु? संयोगः अन्ये सः का विभक्तिः उपयोक्तव्यः? अन्येन द्रव्येण सह एव भवति खलु संयोगः, तृतीयविभक्तिः उपयोक्तव्या. अस्तु, तर्हि घटस्य संयोगः अस्ति इति वदामि चेत् केन सह इति प्रश्नः निश्चयेन भवति. किन्तु घटपटयोः संयोगः अस्ति इति वदामि चेत् तत्र किमपि आकाङ्क्षा न भवति इति कृत्वा एकस्मिन् वाक्ये आकाङ्क्षा जायते, अन्यस्मिन् वाक्ये आकाङ्क्षा न जायते इत्यतः संयोगे नियत अवधिकत्वं नास्ति. अस्तु, इदानीम् अन्यः प्रश्नः अस्ति वा महोदय? तदा अहं वदामि घटः पटात् पृथक् इति वदामश्चेत् तत्र आकाङ्क्षा न भवति खलु महोदय? सत्यं, किन्तु तत्र पटात् इति अवधिः उक्तं खलु? सत्यम् उक्तवान्, अवधिः उक्तं भवता. इदानीं घटस्य संयोगः इति वदामश्चेत् तत्र आकांक्षा अस्ति, एवमेव घटपटयोः संयोगः इति वदामश्चेत् आकांक्षापूरितः कयोः मध्ये संयोगः इति प्रश्नस्य उत्तरमपि भवति तत्र। एवमेव तत्र घटः पटात् पृथक् इति वदामश्चेत् कस्मात् पृथक् पटः इति अवगच्छामः खलु महोदय? तत्र अवधिः अस्ति, अवधिः अस्ति तु संयोगे अपि तदा नियत किम् उक्तवान् नियत अवधिकत्व अवधिकत्वं नास्ति भवति इति अहं चिन्तयामि, कस्मादिति नास्ति, केन सह इति प्रश्नः अस्ति खलु। हा इति कृत्वा भवान् किं वक्तुम् इच्छति? तत्र यदा उपयोगं कुर्मः तत्रापि नियता अवधिकत्वं नास्ति इति वदति वा, नो चेत् संयोगः इति यदा पदं प्रयुज्मः तत्र नियता अवधिकत्वम् अस्ति इति वदति वा? संयोगः इति वदामश्चेत् केवलं संयोगः घटस्य संयोगः इति वदामश्चेत् तत्र किमपि वक्तव्यं भवति इति पारिभाषिकशब्दे किम् इति अहं समीचीनतया न अवगच्छामि, तत्र नियति अवधिकत्वम् इत्येव वक्तव्यं भवति वा इति, तत्रापि अवधिकत्वम् इति पदप्रयोजः भवति प्रयोगः भवति वा इति न जानामि, भिन्नप्रद प्रयोगः अस्ति वा इति जानामि, किमपि वक्तव्यं भवति। वस्तुतः अत्र किं लिखितमस्ति, अस्तु अत्र घटपटयोः संयोगः इत्यस्मिन् इति वदामश्चेत् तत्र आकाङ्क्षा न जायते, घटस्य संयोगः इति तावदेव वदामश्चेत् तत्र आकाङ्क्षा जायतेव इति कृत्वा एकस्मिन् पक्षे इदानीं वाक्यद्वये अपि संयोगः इति पदं मया प्रयुक्तम्, किन्तु एकस्मिन् वाक्ये इदानीं घटस्य संयोगः इति वदामि चेत् तावदेव वदामि चेत् केन सह इति प्रश्नः भवति अस्मिन् सन्दर्भे, घटपटयोः संयोगः इति वदामि चेत् तत्र आकाङ्क्षा न जायते इति कृत्वा संयोगः नियतावधिकत्व नियतावधिकत्वपदार्थः नास्ति। अस्तु इदानीम् एतद्बुद्धं खलु, इदानीं पृथक्त्वविषये चिन्तयामः, घटः पटात् पृथक् इति वदामश्चेत् तत्र इदानीम् आकाङ्क्षा नास्ति इति तु सत्यं, किन्तु तत्र अवधिः उक्तः, यथा घटपटयोः संयोगः इत्यत्रापि संयोगस्य अवधिः उक्तः तथा अत्रापि अवधिः उक्तः, किन्तु इदानीं वाक्यमस्ति घटः पृथक्, तत्र अर्थबोधः जायते वा न वा, तदेव प्रश्नः। यावत् पटात् पृथक् इति वदामः तावत् अर्थबोधः न जायते घटः पृथक्, किन्तु घटस्य संयोगः अस्ति, नो चेत् घटे संयोगः अस्ति इति वदामश्चेत् तत्र यद्यपि आकाङ्क्षा जायते तथापि अर्थबोधः जायते, आकाङ्क्षा आकाङ्क्षायाः पूरणं विना अर्थबोधः जायते खलु। सत्यं सत्यं, किन्तु घटः पृथक् इति घटः पृथक् अस्ति इति वदामि चेत् तत्र अवधिम् अनुक्त्वा अर्थबोधः एव न जायते, पार्ट् इस् सेपरेट्। तावदेव वदामि चेत् इदानीमपि भवान् प्रतीक्षणं कुर्वन् अस्ति इतोपि किञ्चित् वदतु इति, किन्तु घटे संयोगः अस्ति, अत्र घटपटयोः संयोगः इति मया न उक्तं, घटे संयोगः अस्ति इति तावदेव अहं वदामि चेत् अर्थबोधः जायते, आकाङ्क्षा तु अस्ति, इदानीमपि आकाङ्क्षा तु अस्ति, केन सह इति आकाङ्क्षा भवितुमर्हति, किन्तु घटे संयोगः अस्ति इति तावदेव वदामि चेत् तत्र अर्थबोधः जायत्येव। अस्तु इदानीं भिन्न उदाहरणं स्वीकरोमि, इदानीं भेदः स्वीकरोमि, आ घटः पटात् भिद्यते, घटः पटः न, वाक्यद्वयमपि समानं, घटः पटात् भिद्यते, घटः पटः न, वाक्यद्वयमपि समानम्, अत्र अन्योन्यभावः एव उक्तः. इदानीम् अस्मिन् वाक्ये घटः पटः न इति वाक्यं स्वीकुर्मः, अन्योन्यभावस्य सामान्यवाक्यम्. अत्र आकाङ्क्षा न जायते, घटः पटः न, किन्तु घटः न इति तावदेव अहं वदामि चेत् तत्र अर्थबोधः भवति वा? न भवति. घटः न, नो चेत् घटः भिद्यते इति द्विधापि वक्तुं शक्यते. घटः न, घटः भिद्यते इति वाक्यद्वयं तावदेव वदामि चेत् यथा घटः पृथक् इति वदने अर्थबोधः एव न जायते, तथा अत्रापि अर्थबोधः एव न जायते. यावत् अवधिः मया न उक्तः तावत् अर्थबोधः एव न जायते. घटः न, घटः भिद्यते, कस्मात् इति प्रश्नः एतावत्पर्यन्तं तिष्ठति एव. अतः भेदे अपि नियत अवधिकत्वम् अस्ति, पृथक्त्वे अपि नियत अवधिकत्वम् अस्ति, किन्तु संयोगे नियत अवधिकत्वं नास्ति. इदानीं विभागः इति अन्यतमः गुणः अस्ति, संयोगनाशको गुणः विभागः इति. तत्रापि इदानीं विभागः विभक्तः इति भवन्तः जानन्ति खलु, वृक्षात् विभक्तः, वृक्षफलयोः विभागः जातः, वृक्षफलयोः विभागः अस्ति जातः इति अहं वदामि चेत् तत्र इदानीम् आकाङ्क्षा न भवति, वृक्षफलयोः विभागः जातः. अस्तु, इदानीं वृक्षात् विभक्तः, वृक्षात् विभक्तः इति तावदहं वदामि चेत् तत्र नियमेन किं विभक्तम् इति प्रश्नः न उदेति. विवृक्षात् विभक्तः इति वदामि चेत् तत्र अर्थबोधः जायते एव. अत्र अवधिः उक्तः अस्ति पञ्चमी विभक्त्या, वृक्षात् विभक्तः, नो चेत् फलं विभक्तम् इति तादृशप्रयोगः मया क्रियते चेत् तत्र अर्थबोधः जायत्येव इति कृत्वा इदानीं तत्र पर्यवस्यामः. अस्तु, भेदे नियतावधिकत्वम् अस्ति. किमर्थं? यावत् अवधिः न वदामः तावत् अर्थबोधः एव न जायते इत्यतः. पृथक्त्वे नियत अवधिकत्वम् अस्ति. किमर्थं? यावत् अवधिः न वदामः तावत् अर्थबोधः एव न जायते, किन्तु संयोगे विभागे च नियतावधिकत्वं नास्ति. तर्हि इदानीम् अत्र पूर्वपक्षी किं वदति, यत्किमपि गुणे, यत्किमपि यः कोऽपि यस्मिन् कस्मिंश्चित् गुणे, तादृशं वदामि, यस्मिन् कस्मिंश्चित् गुणे यथा भवान् प्रतिपादयति पृथक्त्वम् इत्यस्मिन् गुणे नियतावधिकत्वमस्ति, तादृशनियतावधिकत्वम् अन्येषु गुणेषु त्रिविंशतिः गुणेषु नास्ति. तत्र मानमेव अस्ति, नियतावधिकत्वं तेषु त्रयोविंशतिगुणेषु अस्ति इति बोद्धुं मानमेव नास्ति, प्रमाणमेव नास्ति, तादृशं न भवति इति कृत्वा यदि नियतावधिकत्वं पृथक्त्वे अस्ति इति भवान् वदति, सिद्धान्ती वदति, तर्हि केवलम् अस्मिन् गुणे एव नियतावधिकत्वम् इति कश्चन धर्मः आगच्छति, यः धर्मः अन्येषु गुणेषु नास्ति. यः धर्मः अन्येषु गुणेषु नास्ति, केवलं पृथक्त्वे एव नियतावधिकत्वम् इति गुणं भवान् वदति इति कृत्वा तर्हि किं किं पूर्वपक्षी किं वक्तुमिच्छति? अतः भवतु, तत्र भेदे अपि नियतावधिकत्वमस्ति, पृथक्त्वे अपि नियतावधिकत्वमस्ति इति कृत्वा तत्र साम्यं वर्तते इति कृत्वा भेदेन एव अत्र पृथक्त्वस्य कार्यं साधयितुं शक्यते इति पूर्वपक्षिणः आशयः अस्ति। पूर्वं यद् अस्माभिः पठितं तदेव, किन्तु अत्र अवधिकत्वम् इति कश्चन धर्मं स्वीकृत्य, तत्रापि नियत अवधिकत्वम् इति कश्चन धर्मं स्वीकृत्य अत्र आपादनं करोति पूर्वपक्षी। भेदे नियतावधिकत्वमस्ति, अन्येषु गुणेषु नियतावधिकत्वं नास्ति। यदि पृथक्त्वम् इति अन्यतमः गुणः भवान् अङ्गीकरोति तर्हि तत्रापि नियतावधिकत्वं भवति, यद् यः धर्मः अन्येषु गुणेषु नास्ति इत्यतः किमर्थम् एतादृशं भवान् वदति? भेदेन एव पृथक्त्वस्य कार्यमपि साधयामः इति आपादनं करोति। तावद्बुद्धं वा? अस्तु, इदानीं समयः जातः। अत्र एतद् आधारीकृत्य अपि च एतत् सर्वं मया स्प्रेड्शीट् मध्ये स्थापितमस्ति। एतत् सर्वम् अत्र वाक्यं किं, पञ्चमी विभक्तिः, अवधिः कः, एकं वाक्यं लिखित्वा तत्र अवधिः कः, अवधिकः कः, अपि च अवधिकवान् कः इति सर्वं मया लिखितमस्ति। तत् पश्यन्तु, एकवारं पठन्तु। अग्रिमवर्गे द्वितीय आपादनमस्ति किलो, भूतल अवधिकत्वस्य कपाल अवधिकत्वस्यापि आवश्यकत्वा इति वाक्यं लिखितं। तत्र निखिलावधिकत्वं यथा नियतावधिकत्वम् इति अस्माभिः अधीतम् अवगतं, तथा निखिलावधिकत्वम् इति कश्चन धर्मः वदति। तत् किम् इति अग्रिमवर्गे पश्यामि। अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च। तत्र स्प्रेड्शीट् कुत्र अस्ति महोदय?